नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे अद्य अष्टाध्याय्यां सूत्राणां बलाबलम् इति नूतनपाठस्य आरम्भः भवति. इदानीं पर्यन्तं वयं सूत्राणां बलाबलम् इत्यस्मिन् विषये व्यावहारिकरूपेण दृष्टवन्तः. बहुषु स्थलेषु वयं दृष्टवन्तः यदि द्वयोः सूत्रयोः प्रसक्तिः अस्ति चेत् अस्ति तर्हि कस्य प्राप्तिः भवति इति दृष्टवन्तः. इदानीं वयं तस्मिन्नेव विषये सूत्राणां बलाबलम् इत्यस्मिन्नेव विषये सिद्धान्तरूपेण परिचयं प्राप्नुमः. अस्तु, अतः पठामः. विजया भगिनी पठति वा? अष्टाध्याय्याः सूत्राणाम् अष्टाध्याय्यां सूत्राणां बलाबलम् इति पाठः, तत्र प्रथमपरिच्छेदः पठति वा? प्राप्तवती वा भगिनि? प्रश्नः तत्रैव प्रथमं प्रश्नः कः इति पठतु भगिनि. प्रश्नः समीचीन एव. यथा किमर्थं समासम्बद्धानि सूत्राणि ग्रन्थस्य आरम्भे किञ्च सन्धिसम्बन्धानि सूत्राणि ग्रन्थस्य अन्ते किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः? यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति. नाम अष्टाध्याय्याः बहिः तादृशाः बाह्याः तर्कः न दृश्यते यत् अध्येतॄणां कृते लाभदायकः स्यात्. तत्र प्रश्नः समीचीनप्रश्नः किमस्ति? प्रश्नः कः भगिनि? अष्टाध्याय्यां सूत्रक्रमयोजनं किम् इति प्रश्नं. सूत्रक्रमयोजनम् इत्युक्ते इत्युक्ते बलाबलं कुत्र अस्ति, सूत्रस्य प्रसक्तिः प्रथमं वा अनन्तरं वा, एतत् सूत्रक्रमः इत्युक्ते किं भगिनि? सूत्रक्रमः इत्युक्ते तत्र पूर्वत्रं त्रिपादी अनन्तरं सपादी अस्ति खलु, एतत् सूत्रक्रमः प्रथमं किम् आयाति इति. समीचीनं, किम् आयाति इति. अनन्तरं तत्र वृद्धिः भवति वा, गुणः भवति वा, तादृश आयोजनं नास्ति इति, कुत्र अस्ति कुत्र नास्ति, एतत् सर्वं सपादी त्रिपादी इति क्रमेण, अनन्तरम् अङ्गं किं विकरणप्रत्ययमित्थम्, एतत् सर्वम् आयाति सूत्रक्रमयोजने समये. अस्तु, तदपि समीचीनं. यदा अष्टाध्याय्याः सूत्रक्रमः इत्युक्ते अष्टाध्यायी इति पुस्तकं स्वीकुर्मः चेत् तत्र कश्चन क्रमः अस्ति किल. प्रथमं संज्ञासूत्रम् अस्ति, अनन्तरं समाससम्बन्धानि सूत्राणि सन्ति, अनन्तरं यत्किमपि तादृशक्रमः अस्ति किल. प्रत्ययसम्बन्धानि सूत्राणि, इत्संज्ञाप्रकरणम् इति दृष्टवन्तः. तत्र क्रमः आर्डर् इति वदामः किल आङ्ग्लभाषायां, तदेव. प्रथमं प्रातिपदिकम् आयाति, अनन्तरं सुप् इति प्रत्ययं योजयामः, अनन्तरं न क्षम्यतां भगिनी सूत्रस्य क्रमः आयोजनक्रमः न भवत्याः ध्वनिः सम्यक्तया न श्रूयते प्रायः एकनिमिषम् तदेव अहम् उक्तवती किल इदानीम् अष्टाध्याय्यां यत् सूत्राणि क्रमेण आयोजिताः किल पाणिनिना यत् क्रमं सूत्र आर्डर् इति वदामः किल तत्र प्रथमं संज्ञासूत्राणि सर्वाणि आगच्छन्ति अनन्तरम् इत्संज्ञाप्रकरणसूत्राणि अनन्तरं सन्धिसम्बन्धसूत्र समाससम्बन्धसूत्राणि देन् प्रत्ययसम्बन्धसूत्राणि इति क्रमः इत्युक्ते आर्डर् इति किमर्थं तादृशक्रमः अष्टाध्याय्याम् अस्ति इत्येव प्रथमं प्रश्नः किमर्थं संज्ञासूत्रं प्रथमम् अनन्तरं सन्धिसूत्राणि अन्ते त्रिपाद्यां सन्धिसूत्राणि अस्ति अनन्तरम् अत्सन्धिसूत्राणि षष्ठम् अध्याये सन्ति इति तादृशक्रमः किमर्थम् अस्ति एकत्र किमर्थं नास्ति एकं किमर्थं तादृशक्रमः पाणिनिना आयोजितः इति एव प्रश्नः प्रश्नस्य उत्तरं पठतु भगिनि पूर्वं दृष्टवन्तः सामग्री इति पदं तत्र पाकशालायां तत्र किञ्चित् उपयोगं कुर्मः पदार्थाः सर्वे तत्र अस्ति एतत् सर्वं स्वीकुर्मः चेत् एव तत्र पाकं समीचीनमस्ति अतः इदानीं तादृशमेव अत्र अपि संज्ञासूत्रं सन्धिसूत्रं समाससूत्रम् एतत् सर्वं प्रयोगं कुर्मः चेत् एतत् सर्वं सपादि त्रिपाद्याम् अष्टाध्यायी मध्ये अस्ति पूर्वात्रसिद्धम् इति उपयोगं कुर्मः कुत्र बलाबलमस्ति इति योजनेन तत्र सूत्रक्रमः योजनं समीचीनमस्ति चेत् एव एतत् सर्वं सम्यक् आगच्छति भवती वदतु भगिनी पठतु भगिनी अत्र उत्तरं तत्र एव अस्ति प्रश्नः समीचीनः एव तत्र किमस्ति अस्तु अग्रे आयति उत्तरमस्ति यत् अष्टाध्याय्याः अन्त एव कश्चन सुन्दरतर्कः अस्ति तस्य च तर्कस्य लक्ष्यमस्ति ग्रन्थस्य लघुत्वं येन सूत्राणि अतिन्यूनानि स्युः किन्तु विषयः सम्पूर्णः स्यात् तदर्थं सर्वं कृतं तदर्थं एतादृशः क्रमः विरचितः लघुत्वं सिद्ध्यर्थम् अनुवृत्तिः सर्वत्र अनुस्यूता भवेत् सूत्राणां बलाबलं समन्वितं स्यात् तत्र एतत् सर्वं सम्यक्तया उक्तं तत्र अष्टाध्यायः एतत् सर्वं लक्ष्यं किम् इति ग्रन्थस्य लघुत्वमेव अस्ति एतदेव सूत्राणि न्यूनानि एव परन्तु तत्र सम्पूर्णतया अस्ति तदर्थम् एतादृशक्रमः तत्र विरचितः अनन्तरं लघुत्वस्य एव तत्र अनुवृत्तिः भवति सर्वत्र एतत् सूत्राणां बलाबलं समन्वयः अनन्तरं योजितमेव समीचीनं भगिनि अस्तु तत्र यत्किमपि उक्तं तत्र सूत्रक्रमयोजनं किम् इति प्रश्नः अस्ति अनन्तरं यद् वयं पश्यामः चेत् समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भे अस्ति परन्तु सन्धिसम्बन्धसूत्राणि ग्रन्थस्य अन्ते अस्ति किमर्थम् इति प्रश्नः आगच्छति तत्र एतदपि उक्तं यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति यः शिष्यः इत्युक्ते वयमेव यदा वयं पठामः अष्टाध्याय्याः अध्ययनं कुर्मः तत्र लाभदायकं तु नास्ति एकवारं वयं स्वीकुर्मः चेत् समाससम्बन्धानि सूत्राणि आरम्भे अस्ति सन्धिसम्बन्धसूत्राणि एतत् एकं पदस्य रूपं साधयामः चेत् सूत्रं तु बहुषु स्थलेषु अस्ति एकस्मिन् एव अध्याये इति नास्ति, ततः तत्र प्रश्नः अस्ति, तत्र पाठ्यक्रमः निर्मितः इति न भाति. शिष्यानां कृते पाठ्यक्रमः सुलभं नास्ति इति भाति. नाम अष्टाध्यायी बहिः तादृशबाह्यः त्रस्तः न दृश्यते यत् अष्टाध्याय्यां कृते लाभदायकः स्यात्. इत्युक्ते यदा वयं बहिः स्थित्वा पश्यामः चेत् तादृशतर्कः न दृश्यते. तर्कः इत्युक्ते लाजिक् वा रीसनिङ्ग् वा न दृश्यते. लाभदायकः अष्टाध्यायी किमर्थम् अहं पठामि, तत्र तु बहु क्लेशः अस्ति इति एव वयं चिन्तयामः. अध्येतॄणां छात्राणां कृते लाभदायकः न दृश्यते इति. परन्तु यदा वयम् अन्ते गत्वा तस्य परिशीलनं कुर्मः चेत् तत्र सुन्दरतर्कः अस्ति. तर्कस्य लक्षणं किं, लक्ष्यं किम् इत्युक्ते ग्रन्थस्य लघुत्वमेव लक्ष्यं. तत्र अतः तत्र सूत्रं तु वयं पूर्वमेव प्रायः अहं बहु पूर्वम् उक्तवती सूत्रस्य लक्षणं किम् इत्युक्ते अल्पाक्षरम् असन्दिग्धं सारवत् विश्वतोमुखम् अस्तोभम् अनवद्यं च सूत्रं सूत्रविदो विदुः. अक्षराणाम् अल्पता, यत्किमपि सूत्रं वयं स्वीकुर्मः चेत् तत्र अक्षराणाम् अल्पता सन्देहराहित्यम्, एकवारं वयं तत् सूत्रं पठामः चेत् तत्र सन्देहं किमपि न भवति. सारवत् सारभूतत्वं, यद् सूत्रं तत्र पूर्णतया तस्य अवगमनं भवेत्. वक्तव्यानां सर्वेषां विषयाणां निरूपणम्, अर्थरहितानाम् अक्षराणाम् अभावः, अनन्तरं दोषरहितत्वम्, एते अंशाः यत्र भवन्ति तदेव सूत्रम् इति वयं बहु पूर्वं दृष्टवन्तः. तदेव सूत्राणां लक्ष्यं. अतः एव यदा वयं सूत्रं पश्यामः चेत् तत्र वयं चिन्तयामः किमर्थं तादृशक्रमः अस्ति इति. अतः तस्य लघुत्वसिद्ध्यर्थं अनुवृत्तिः सर्वत्र अनुस्यूता भवेत्, प्रापर्ली स्टिच्ड् इति वदामः यदा आङ्गलभाषायां वदामः चेत्. अनुवृत्तिः सर्वत्र आगच्छति, अनन्तरं सूत्राणां बलाबलं समन्वितं स्यात्. समन्वितम् अन्वयः, कनेक्टेड् सूत्राणां बलाबलम् अपि स्यात् इति एव प्रश्नः. प्रश्नस्य उत्तरम् अपि अग्रे अपि पठामः, तत्र आगच्छति. वयं एतत् विषये दृष्टवन्तः. लघुत्वम् इत्युक्ते तत्र अहम् आपणं गच्छामि, तत्र अन्येः वदति अहमपि, अहमपि इत्युक्ते एतत् सर्वं तत्र अस्ति एव. बहवः सूत्राणि सन्ति चेत् कुत्र बलाबलम् अस्ति इति एतत् सर्वं लघुत्वरूपेण आगच्छति. आपणं गच्छामि चेत् तत्र अहमपि इति लघुत्वम् इति उदाहरणं पूर्वमेव वयं स्वीकृतवन्तः, खलु भगिनि? आं भगिनि, धन्यवादः. अतः अग्रे एकनिमिषं भगिनि, मम काल् रेकार्डिङ्ग् कट् अभवत्, एकनिमिषम्. पश्यामः रेकार्डिङ्ग् अस्ति वा न वा इति. अस्तु महोदय, राजेन्द्रमहोदय अग्रिमपरिच्छेदं पठतु महोदय. अहं पश्यामि रेकार्डिङ्ग् अस्ति वा, मध्ये इण्टर्नेट् कृतम्. नमस्कारः भगिनि. नमस्ते महोदय. नमस्ते भगिनि, क्षम्यताम्. इदानीं पठामि वा भगिनि? आम् आं पठतु महोदय, अहं मध्ये एव पश्यामि. अनुवृत्तिविषये अस्माकं परिचयस्तु जातः. अधुना सूत्राणां बलाबलप्रसङ्गे वक्तव्यं. यदा किञ्चन पदं निर्मीयते, यदा निर्माणार्थं सोपानानि सन्ति, तदा निर्माणार्थं सोपानानि सन्ति. एकस्मिन् सोपाने कार्यं वर्तते, केन क्रमेण इदं सर्वं स्यात्, अपि च कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतुं सूत्राणां बलाबलं भवति। एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः, तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना। बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयम्। इमे द्वे सूत्रे द्वे परिभाषे च अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति। अनुवृत्ति विषये अस्माकम् एतावता किञ्चित् परिचयः जातः। अधुना वयं सूत्राणां बलाबल प्रसङ्गे किञ्चित् पठामः। तस्य अत्र वक्तव्यम् अस्ति, यदा किञ्चन पदं निर्मीयते तदा निर्माणार्थं सोपानानि सन्ति। यत्किमपि यदा वयं किमपि पदं निर्मामः तदा तस्य निर्माणार्थं तत्र सोपानानि सन्ति। एकैकस्मिन् सोपाने कार्यं वर्तते। सूत्रा एकमेकं सोपानं स्वीकृत्य तत्र तत् कार्यं वर्तते। एकैकं सूत्रम् अर्थात् सूत्रं स्वीकृत्य तस्य सोपानेन कार्यं वर्तते। केन क्रमेण इदं सर्वं स्यात्, अपि च कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतुं सूत्राणां बलाबलं। यदा तादृशी एकस्मिन् सोपाने यदा कार्यं वर्तते तदा प्रश्नः उदेति, केन क्रमेण इदं सर्वं स्यात्, कः सूत्रः प्रथमः आगत्य कार्यं करोति, अनन्तरं कः सूत्रः आगत्य कार्यं करोति, कस्य प्रसक्तिः अस्ति तत् कार्यं कुर्यात् इति निर्णेतुं तस्य निर्णयं सूत्राणां बलाबलं वदामः। तत् अनुसृत्य तत् चिन्तित्वा तस्य निर्णयं कर्तुं शक्नुमः, केन क्रमेण सूत्रम् आगत्य कार्याणि कुर्वन्ति। एकस्मिन् समये द्वयो सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः, चिन्तयतु एकस्मिन् समये यथा कार्यमस्ति तत् सूत्रद्वयस्य प्रसक्तिः अस्ति अथवा बहूनां सूत्राणां प्रसक्तिः सन्ति, परन्तु कस्य सूत्रस्य अधिकारो भवेत्? यदा तस्मिन् स्थले यदा सूत्रद्वयम् अपि च सूत्रत्रयम् अथवा अधिकसूत्राणि यथा तेषां प्रसक्तिः अस्ति तत् कस्य सूत्रस्य अधिकारो भवेत् तथा कथं निर्णयामः? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना। तस्य निर्णयं कथं कुर्मः तत् कृते तत् एकं सिद्धान्तः अस्ति बलाबलं नाम्ना, यस्य नाम बलाबलं उच्यते। बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयं। बलाबलस्य यथा सूत्राणां बलाबलं कस्य सूत्रस्य प्रसक्तिः प्रथमं भवति अनन्तरं भवति तत् निर्णयार्थं तत् सूत्रद्वयं तत् प्रमुखतया विद्यते, अपि च परिभाषा ये सहायं कुर्वन्ति तत् सूत्रस्य कथं कार्यं भवति तत् अपि परिभाषाद्वयं प्रमुखपरिभाषाद्वयम् अस्ति येन बलाबलस्य निर्णयं कर्तुं शक्नुमः। इमे द्वे सूत्रे द्वे परिभाषे च अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति। इमे द्वे सूत्रे ये प्रमुखसूत्रद्वयम् अपि च प्रमुखपरिभाषाद्वयं सूत्राणि ये सन्ति तत् अनुवृत्त्या सह सर्वक्रमं समाहयति। तेन सहायेन तत् अपि च अनुवृत्ति यथा वयं पूर्वं पठितवन्तः अनुवृत्ति स्वीकृत्य तत् सः सर्वक्रमं समाहयति वहन्ति तत् तादृशसूत्र परिभाषासूत्रेण बलाबल निर्णयात् सूत्रं सूत्राणि अपि च अनुवृत्ति अनुवृत्ति अनुवृत्ति अनुवृत्तेन तत्र सर्वक्रमं तत् वहन्ति तत् संवहन्ति तत्र निर्णयं कुर्वन्ति तत् तादृशी तत्र यथा अस्माकम् इष्टं रूपम् अस्ति तत् रूपं प्राप्नुमः. समीचीनं. तत्र बला अबलम् इति भवति, तस्य विच्छेदं यदा कुर्मः बल बलाबलम् इत्यस्य कस्यचित् बलं कस्यचित् अबलं सूत्रद्वयम् अस्ति. कस्यचित् बलं भवति कस्यचित् अबलं भवति, अतः एव बला अबलम् इति. यदा बाध्यबाधकभावः इति वयं पूर्वं दृष्टवन्तः बहुवारं, तदेव बलाबलम् इति अपि नाम्ना जायते. तत्र यदा वयं परिभाषा सूत्रं वयं जानीमः, यदा पाणिनिना कृतम् अष्टाध्यायः प्रवर्तते तदेव सूत्रम् इति. परिभाषासूत्रं भिन्नं परिभाषाभिन्नं, तदपि वयं पूर्वं प्रायः दृष्टवन्तः. यद् परिभाषा अष्टाध्याय्याम् अस्ति पाणिनिना निर्मितं, तद् परिभाषासूत्रम् इति नाम्ना जायते. परिभाषा यद् अस्मिन् पाठे अस्ति तत्तु नागेशभट्टेन विरचितं, परिभाषेन्दुशेखरः इति तस्य, नागेशभट्टः इति नवीनवैयाकरणः, सः तु पाणिनिना बहु अनन्तरम् आगतवान्. सः किं कृतवान् इत्युक्ते परिभाषायाः एकं रचना कृतवान्, कलेक्षन् आफ् परिभाषा, अतः परिभाषेन्दुशेखरः इति नाम्ना सङ्गृह्य सङ्ग्रहणं परिभाषायाः सङ्ग्रहणं कृतवान् नागेशभट्टः. अतः तस्य नाम अस्ति परिभाषेन्दुशेखरः इति. तदेव तत्र एव वयं परिभाषायाः सङ्ग्रहः प्राप्तुं शक्नुमः. तदेव अस्मिन् पाठे अपि अस्ति परिभाषा यत् अत्र दत्तमस्ति परिभाषाद्वयं, तत्तु नागेशभट्टेन विरचितम् अस्ति. अस्तु, समीचीनं महोदय. प्रथम अग्रिमपरिच्छेदः अपि पठतु महोदय, महाभाष्यवाक्यम्. संवाहयन्ति अर्थः together flow down or together conducted, they come together, flow, they come together iti eva bhavati, sarvakramam sambhahayanti iti bhavati kila. Anya artha kah uktavati samyata maybe they brought together or tadapi samichinam eva kila bhagini sambhahayan सर्वक्रमं दि एण्टैर् आर्डर् इस् ब्राट् डौन् आर् ए अनुवृत्त्या सह परिभाषे च सूत्रे conducting it comes samvahana maybe conduct kim sarvakramam samvahayanti kila brought together maybe it is brought together iti samyak bhavati bhagini bhagini brought together of it all flows tadapi samichinam eva nichrupam eva nichi samva vakdatuku vahayanti sam upakarta together together वाहयन्ति. वाहयन्ति बहुवचनमस्ति. समीचीनमेव. अस्तु, पठतु महोदय. अस्तु, एकं महाभाष्यवाक्यं अन्यत्र लब्ध अन्यत्र अन्यत्र अन्यत्र अन्यत्र अनन्यत्र न न न महोदय अन्यत्र अन्यत्र लब्ध अवकाशोर् एकत्र प्राप्तिः प्राप्तिः तुल्यबलविरोधः, अन्यत्र अन्यत्र लब्ध अवकाश एकत्र प्राप्तिः तुल्यबल विरोधः। तत् यदा प्रथमं पठामि भगिनि, तदनन्तरं पठामि। लब्धः अवकाशः यस्य तत् लब्ध अवकाशं सूत्रं, यदि द्वे सूत्रे स्तः ययोः द्वयोर् अपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुलबले इति उच्यते। अपि च समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः तुल्यबलविरोधः। इदानीम् अन्यत्र अन्यत्र लब्ध अवकाशोर् एकत्र प्राप्तिः तुल्यबलविरोधः। अन्यत्र सूत्रद्वयं यदा आगच्छन्ति तत् कार्यं कर्तुम् उद्युक्तः स्तः, तत्र तेषां कृते अन्यत्र कुत्र कार्यकरणस्य अवकाशः अस्ति, अपि च परन्तु सूत्रद्वयं तत्र एकत्र प्राप्ति अस्ति कस्मिन् स्थले, तत्र तं तुल्यबलविरोधः वदामः, तुल्यबल तेषां बलं तुल्यबलम् अस्ति तस्मिन् यत्र येषां कृते अन्यत्र कार्यार्थम् अन्यत्र अवकाशः अस्ति, अपि च एकत्र प्राप्ति भूत्वा तत् तेषां किञ्चित् विरोधः अस्ति, यथा तत्र तुल्यबलविरोधः वदामः। लब्ध अवकाशः इत्युक्ते यत्र कार्यस्य कृते अवकाशः अस्ति, तत्र प्रसक्तिः अस्ति। यदि द्वे सूत्रे स्ताः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इति उच्यते। यत्र सूत्रद्वयं तत्र आगत्य तेषाम् अन्यत्र कार्यं कर्तुं तत् अवकाशः अस्ति, अपि च युगपत् एकस्मिन् स्थले आगत्य तत् ते कार्यं कर्तुम् उद्युक्तः भवति, तत् द्वे सूत्रे ते सूत्रद्वयं तुल्यबले वदामः, तेषां बलं तुल्यमस्ति। अपि च समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परसङ्घर्षः, सः तुल्यबलविरोधः इति उच्यते। यदि सूत्रद्वयं तत्र आगत्य ते समानस्थले एकस्मिन् स्थले एव तेषां कार्यं भवति, एकस्मिन् काले अपि च कार्यं भवति, एकस्मिन् स्थले अपि च एकस्मिन् काले एव ते आगत्य कार्यं कर्तुं युक्तः सन्ति, द्वयोः यः परस्परसङ्घर्षः, सूत्रद्वयं यः परस्परसङ्घर्षः अस्ति, तं तुल्यबलविरोधः वदामः। तेषां सूत्रे तत्र परस्परविरोधः सङ्घर्षः अस्ति, तत् तुल्यबलविरोधः वदामः। समीचीनं महोदय। एतत्तु महाभाष्यवाक्यमस्ति, महाभाष्यं वयं जानीमः, पतञ्जलिना विरचितं महाभाष्यम् इति नाम्ना जायते, तत् महाभाष्यवाक्यमस्ति। अन्यत्र अन्यत्र लब्ध अवकाशयोर् एकत्र प्राप्तिस्तुल्यबलविरोधः, तदेव यदा वयं विच्छेदं कुर्मः चेत् अन्यत्र अन्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः। तुल्यबलविरोधस्य लक्षणं किम् इति दत्तमस्ति तत्र। तत्र यदा वयं वदामः तत्र दलसार्थक्यम् इति, यदा न्यायशास्त्रे सर्वत्र तु अस्ति एव, लक्षणम् इति स्वीकुर्मः चेत् दलसार्थक्यं भवति एव। तत्र दलसार्थक्यं किम् इत्युक्ते द्वयोः सूत्रयोः एकत्र प्राप्तिः, यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः, अनन्तरं द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः. किमर्थं द्विवारम् अन्यत्र अन्यत्र इति दत्तमस्ति इत्युक्ते सूत्रद्वयमस्ति, अन्यत्र अन्यत्र, एकं सूत्रम् अन्यत्र इण्डिपेण्डेण्ट्लि इति वदामः, पृथक्तया द्वयोः प्रसक्तिः. सूत्रद्वयं स्वीकुर्मः चेत्, ए सूत्रं बि सूत्रम् इति स्वीकुर्मः चेत् द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति, एकत्र प्राप्तिः. ए बि द्वयोः अपि एकत्र प्राप्तिः अस्ति, अन्यत्रापि लब्धावकाशः अस्ति चेदेव तस्य तुल्यबलविरोधः. तुल्यबलमस्ति, विरोधः अपि अस्ति. विरोधः इत्युक्ते सङ्घर्षः, कान्फ्लिक्ट् इति वदामः, परस्परसङ्घर्षः अस्ति चेदेव तस्य नाम तुल्यबलविरोधः. तत्र एव अस्माकं बलाबलचिन्तनस्य आरम्भः जातः. तुल्यबलविरोधः एव नास्ति चेत् तत्र अस्माकं बलाबलस्य चिन्तनस्य किमपि न आवश्यकता. बलाबलस्य चिन्तनं कदा भवति इत्युक्ते सूत्रयोः तुल्यबलविरोधः अस्ति चेदेव तत्र बलाबलस्य चिन्तनं भवति. तत्र एव तस्मिन्नेव विषये उदाहरणमपि दत्तमस्ति. रघुपतिमहोदय प्रथम उदाहरणं पठति वा? आम्, यथा सुपि च इति सप्तमाध्यायस्य तृतीयपादस्य द्वि अधिक एकशततमसूत्रमस्ति. अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशः भवति ञेयादिषु प्रत्यये परे. अनुवृत्तिसहितसूत्रं सुपि च अङ्गस्य अतः दीर्घः. यथा वृक्षयोगाभ्यां वृक्षयोग आ योगाभ्यां वृक्षाभ्याम्. अत्र सूत्रमस्ति सुपि च इति सूत्रमस्ति. अत्र यत् सूत्रं वदति ययादिषु प्रत्यये परे, यदि ययादिषु सुप्रत्ययस्य परे अकारान्ताङ्गस्य ह्रस्व अकारान्ताङ्गस्य एकवारम् अन्ते स्थितस्य अकारस्य अकारस्य दीर्घः अकारस्य दीर्घः भवति इति, यथा अङ्गस्य दीर्घः भवति इति, यथा वृक्षयोगाभ्याम् इति अस्ति. अत्र अकाराङ्गमस्ति, भ्याम् इति ययादिषु प्रत्ययः अस्ति. अतः इदानीम् अकारस्य दीर्घत्वं भवति, दीर्घादेशः भवति. अतः वृक्षाभ्याम् इति प्रथमं सूत्रमस्ति. समीचीनं. तत्र यै प्रत्याहारे के के वर्णाः इति वदति वा महोदय एकवारं? यै प्रत्याहारे अन्तस्थवर्णाः अपि च अन्तस्थवर्णाः अन्नासिकवर्णाः अपि च जभै इति जकार भकार जभै इति. तदेव मनसि निधाय अग्रिमसूत्रं पठतु महोदय. अस्तु, बहुवचने झल्येत, एतत् अग्रिमसूत्रमस्ति. अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशः भवति झलादिबहुवचनार्थसुप्रत्यये परे इति. अनुवृत्तिसहितसूत्रमस्ति बहुवचने झलि, बहुवचने झलिसुपि अङ्गस्य अतः एत् इति भवति. उदाहरणार्थं वृक्षयोगसुप् अत्र सप्तमी भक्तेः बहुवचनम् अस्ति. वृक्षयोगसुप् इदानीं सुप् इति झल् प्रत्यारस्थवर्ण झल् प्रत्यारस्थ प्रत्यय अस्ति. अतः वृक्ष इति अकाराङ्गमस्ति, अकारान्ताङ्गमस्ति. अतः वृक्ष अकारस्य एतेन सूत्रेण बहुवचनझल्येत इति सूत्रेण एत्वं भवति, एकार भवति. अतः वृक्षेषु इति सन्धि भूत्वा वृक्षेषु इति अभवत्. इदानीं अग्रे पठामि वा? एकवारं चिन्तनं करोतु महोदय. तत्र सुपि च बहुवचने जल्ये. आम्, प्रथमसूत्रं वदति अकारान्ते अङ्गस्य यै प्रत्याहारः अस्ति चेत्, सुप्रत्ययः अस्ति चेत्, यै प्रत्याहारस्थ सुप्रत्ययः अस्ति चेत् अकारस्य अकारस्य दीर्घत्वं भवति इति सुपि च. इदानीं झल् बहुवचने झल्येत इति वदति यदि सुप्रत्यय जल् सुप्रत्यय अस्ति चेत् आदन्ताङ्गस्य दीर्घत्वं भवति. इदानीं ययादिप्रत्यये अपि सुप् झलि इति अन्तर्गतं भवति. झलि इति झल् प्रत्याहारे इदानीं झभै इति अस्ति, तत् तदपि अन्तर्गतं भवति. अतः तत्र अत्र सङ्घर्षः अस्ति द्वयोः सूत्रयोः इति. अस्ति वा, पुनः पुनः परिशीलयतु. न क्षम्यताम्, अत्र बहुवचने अस्ति. एकवारं पठामि. अदन्ताङ्गस्य अन्ते अकारस्य दीर्घादेशः भवति. अदन्ताङ्गस्य अन्ते तस्य अकारस्य दीर्घादेशः भवति. सुप्रत्यये ययादिसुप्रत्यये परे बहुवचने झल्येत इत्यस्मिन् अदन्ताङ्गस्य तस्य अकारस्य एकारादेशः भवति. भवति खलु बहुवचने अत्र सुपि च इति सूत्रं वदति, कुत्रापि बहुवचनमिति नास्ति. यत्र कुत्रापि यकार ययादिप्रत्ययः अस्ति चेत् अङ्गस्य दीर्घत्वं भवतु इति अस्ति. इदानीम् अत्र बहुवचने जल्यते इति इत्यस्मिन् बहुवचने जलादि बहुवचने सुप्रत्यये परे एव भवतु, अकारस्य एत्वं भवतु इति अस्ति. अस्तु, तत्र वृक्षयोगः भ्याम् इति एव स्वीकरोतु महोदय. तत्र वृक्षयोगः भ्याम् एकवारं, तत्र बहुवचने जल्येत् कार्यं करोति वा इति चिन्तयतु एकवारं. वृक्षयोगभ्यां तत्र नास्ति, बहुवचनं नास्ति वृक्षभ्याम् अत्र नास्ति. वृक्षयोगभ्याम् अत्र बहुवचनं नास्ति. अत्र द्विवचनस्य एतत् प्रत्यय अस्ति, द्विवचनप्रत्ययः अस्ति. अतः तस्य सूत्रस्य प्रसक्तिः नास्ति. समीचीनम्. अस्तु, अनन्तरं वृक्षयोः सुप् इति स्वीकरोतु इदानीं. तत्र सुपि च कार्यं करोति वा? नास्ति सुपि च. एकवारं सुपि च अदन्ताङ्गस्य स्थितस्य अकारदीर्घस्य भवति ययादिसुप्रत्यये. सुपि च इत्यस्य प्रसक्तिः नास्ति अत्र. सुपि च एकवारं झल् झलादिप्रत्यये खलु, झल् इति अस्ति. इदानीं बकार झभै बकार अस्ति खलु, झलि न वृक्षयोगः सुप्रत्ययः. तत्र सुपि च इत्यस्य कार्यं भवति वा ययादिसुप्रत्ययपरे वा? सु इति न अत्र नास्ति. परन्तु सूत्रं वदति जल् जल् इति खलु. किञ्चित् भवतः भ्रमः जातः इति चिन्तयामि. एकवारं चिन्तयतु, तत्र वयं किम् एकत्र प्राप्तिः अस्ति वा, तुल्यबलविरोधः अस्ति वा इत्येव अस्माकं चिन्तनं. अत्र नास्ति, अत्र नास्ति, अत्र नास्ति. अतः यदा वयं वृक्षयोगः भ्याम् इति स्वीकुर्मः चेत् सुपि च कार्यं करोति. बहुवचने जल्येत् तत्र कार्यं न करोति. कार्यम् इति त्यजतु, तत्र तस्य प्रसक्तिः एव नास्ति. अत्र प्रसक्तिः नास्ति. मम किञ्चित् भ्रमः भवति. जल्येत् जलि इति अस्ति. इदानीम् अत्र सुपि च इति अत्रापि ययादि इति अस्ति. ययादि इति इदानीं तत्र ययादि इत्यस्य सकारः अस्ति वा यै प्रत्याहारे? न तद् अस्मिन् उदाहरणे नास्ति. परन्तु झलि इति अस्ति खलु, झलिपरतः झलिपरे एत्वं भवति इति अस्ति. द्वितीयसूत्रमस्ति. अन्य सुपि च इति सूत्रं वदति ययादिपरतः दीर्घत्वं भवति इति. इदानीं ययादि इति झभै इति तत्र अस्तु बहु झभै इत्युक्ते जकारः बकारः एव किल, अन्ये वर्णाः अपि सन्ति किल जलादि इत्यत्र. झबगडद इति सर्वाणि सर्वे वर्णाः तत्र अन्तर्भूताः किल. अस्तु, अत्र जाभ इत्येव समानमस्ति. न न इदानीं सुपि च इति सूत्रे बहुवचने अस्ति तादृश अस्ति चेत् तत् तेषां बला सङ्घर्षः भवति खलु बहुवचनजले तपि च बहुवचने अतः एव पाणिनि स्मार्ट् रीत्या तत्र तादृशं न कृतवान् अस्तु इदानीम् अग्रे पठतु आम् वदतु भगिनि तत्र बहुवचने जलेत् इति प्रसक्तिः नास्ति परन्तु तत्र यत् इति बहुवचने आगच्छति चेत् सुपि तत् अग्रे अग्रे आगच्छति भगिनि तदेव वयं पुनः पठामः तस्मिन् विषये धन्यवादः पठतु महोदय अस्तु अस्तु अग्रे अस्ति वा किमपि पठामि वा पठतु महोदय पठतु महोदय श्रूयते वा हा श्रूयते श्रूयते मध्ये कोऽपि उक्तवान् अतः ओ एवं वा बहुवचने ध्वनिः आगता अतः न मम इण्टर्नेट् किञ्चित् क्लेशः अस्ति अतः एव प्रायः अस्तु इदानीम् अग्रे वृक्षयोगः भ्याम् इति स्थितौ सुपिचैत्यस्य प्रसक्तिरस्ति बहुवचनजल्येत इत्यस्य प्रसक्तिर्नास्ति यतः भ्यां बहुवचनार्थे नास्ति वृक्षयोग सु इत्यस्थितौ बहुवचनजल्येत इत्यस्य प्रसक्तिरस्ति सुपि च इत्यस्य प्रसक्तिर्नास्ति अस्तु यतः सुप्येयादि नास्ति अतः उभयत्र एकत्वप्राप्तिः नास्ति सूत्रविरोधः नास्ति उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः अस्तु अत्र वयम् इदानीं दृष्टवन्तः वृक्षयोगभ्याम् इत्यत्र सुपि च इत्यस्य सूत्रस्य एव प्रसक्तिः अस्ति बहुवचनजल्येत् इत्यस्य प्रसक्तिः नास्ति अपि च वृक्षयोगसुप् इत्यस्मिन् सुपि च इत्यस्य प्रसक्तिः नास्ति अतः तत्र उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः अतः सङ्घर्षः नास्ति सूत्रद्वयोः अस्तु इण्डिपेण्डेण्ट्लि तस्य कार्यम् अस्ति एव किल परन्तु एकत्र नास्ति अतः तुल्यबलविरोधः नास्ति तुल्यविरोधः नास्ति अस्मिन् प्रसङ्गे नास्ति अस्तु अतः किं करणीयम् इत्युक्ते एतत् प्रथम उदाहरणं प्रथम सेट् इति स्थापयतु यदा वृक्षयोगः अभ्यास इति आरभ्यते तत्तु द्वितीय उदाहरणम् अस्ति तादृशं स्थापयति चेदेव पुनः यदा अवलोकयन्ति तत्र सम्यक् अवगन्तुं शक्नुमः अस्तु महोदय धन्यवादः शिवली भगिनी इदानीं भवती द्वितीय उदाहरणं पठतु भगिनि यद्यपि तत्र द्वितीयम् इति न दत्तमस्ति तत्तु द्वितीय उदाहरणमस्ति आं भगिनि द्वितीय उदाहरणं वृक्षयोगः भ्यस् अत्र किं भवति इति पश्यामः भ्यस् इति बहुवचनार्थ प्रत्ययः वृक्षयोगः भ्यस् इति अत्र वयं पश्यामः भ्यस् ययादि सुप्रत्ययः अतः सुपि च इति अस्य प्रसक्तिः अस्ति भ्यस् इति ययादौ प्रत्ययः बहुवचने अस्ति इति चेत् सुपि च इति सूत्रस्य प्रसक्तिः अस्ति सुपि च इति सूत्रेण दीर्घः आदेशः भवति इति अस्य प्रसक्तिः अस्ति बस्य जलादि बहुवचनार्थ सुप्रत्ययः अतः बहुवचने जल्येत् इति अस्य प्रसक्तिः अस्ति किन्तु जलादि सुप्रत्ययः अस्ति इति कारणेन बहुवचने जल्येत् इति अस्य सूत्रस्य प्रसक्तिः अस्ति द्वे अपि सूत्रे अन्यत्र लब्धावकाशः अपि च तयोः अधुना एकत्र प्राप्तिः द्वे अपि सूत्रे सुपि च बहुवचने जल्येत् इति द्वयोः सूत्रे अन्यत्र लब्धावकाशः किन्तु सुपि च इति सूत्रस्य प्रसक्तिः द्विवचने लब्धावकाशः अस्ति, बहुवचने जन्येत् इति प्रसक्ते लब्धावकाशः अस्ति अन्यत्र. उदाहरणं दत्तमस्ति वृक्षेषु वृक्षयोगः सुप् इति अन्यत्र लब्धावकाशः अस्ति. अधुना एकत्र प्राप्तिः वृक्षः योगः ब्यस् इति अस्यां स्थितौ, अतः अत्र तुल्यबलविरोधः वर्तते. द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठाम. अस्मिन् विषये अत्र सूत्रे वृक्षयोगः ब्यस् इति स्थितौ तुल्यबलविरोधः वर्तते, किन्तु द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अपि च एकस्मिन् एकसमये द्वयोः सूत्रोः प्राप्तिः प्रसक्तिः अस्ति इति चेत् तुल्यबलविरोधः वर्तते. द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठामः. समीचीनम्, समीचीनम्. अत्र युगपद्वयोः सूत्रयोः प्रसक्तिः अस्ति, अन्यत्र अन्यत्र लब्ध अवकाशः अपि अस्ति इति कृत्वा अस्माकं स्थलद्वयं पूरितं. स्थलद्वयं सर्वदा मनसि भवेत्, स्थलद्वयं. अस्तु, अग्रिमं पठामि. प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति परन्तु तुल्यबलविरोधः नास्ति. प्रथमम् एकः उदाहरणं पश्यामः यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति परन्तु तुल्यबलविरोधः नास्ति. तत्र उदाहरणम् अत्र योगः एव इति. अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्यामः. अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति, आद्गुणः च वृद्धिरेचि च. प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र सूत्रयोः द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति परन्तु तुल्यबलविरोधः नास्ति इति. उदाहरणम् अत्र योगः एव. अस्मिन् सन्दर्भे द्वयोः सूत्रः आद्गुणः च वृद्धिरेचि च इति सूत्रद्वयोः प्रसक्तिः अस्ति. अग्रे पठामः. तत्र आद्गुणः इति अस्य प्रथमवाक्यद्वयं वा वाक्यत्रयम्? ओ अस्तु भगिनि, पूर्णतया पठतु, तदेव अस्ति पूर्ण. अस्तु पठतु भगिनि. आद्गुणः अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् इति सूत्रं वदति. अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः भवति. द्वयोः वर्णयोः स्थाने एकादेश गुणसंज्ञकः एकादेशः स्यात्. अत्र अचिपरे इति अस्य इकि परे इति फलितः अर्थः. यतः अकारात् अकारः चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः इति अनेन, अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि इति अनेन सूत्रेण च. आ पञ्चम्यन्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रम्. इको यणचि इति अस्मात् अचि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इति अनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् इत्र. अत्र सूत्रे निमित्तम् अचिपरे इति दत्तमस्ति. अचिपरे इति अस्य फलितार्थः अहम् इक्कि परे इति अपि फलितार्थः. यतः अचिपरे अकारात् अकारः चेत् अचि अचि प्रत्याहारे ह्रस्व अकारः अपि अस्ति. अकारात् अकारः योगात् कार्यम् अकः सवर्णे दीर्घः इति सूत्रेण दीर्घादेशः भवति. गुणसंज्ञकः गुण अचि इति निमित्तस्य आद्गुणः इति सूत्रे अपि प्रसक्तिः अस्ति. परन्तु ह्रस्व अकारः इन् दि केस् आफ् ह्रस्व अकारः कार्यं बाधितम् अकः सवर्णदीर्घः इति सूत्रेण अकारात् दीर्घाकारः भवति. अत्र अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि, वृद्धिरेचि सूत्रेण अकारात् एचि एच् प्रत्याहारे वर्णः परः सन्ति चेत् वृद्धिसञ्ज्ञकः आदेशः भवति. पूर्वपरयोः वृद्धिः वृद्धिसञ्ज्ञकः वर्णः आदेशं भवति इति चेत् ह्रस्वाकारः वर्जयित्वा एच् प्रत्याहारः वर्जयित्वा अचि इति प्रत्याहारे इकि इति प्रत्याहारम् अवशिष्यते इति चेत् आद्गुणः इति सूत्रेण इकि परे इति फलितः अर्थः अस्ति. समीचीनम्, उत्तमम्. परन्तु सूत्रस्य आत् इति पञ्चम्यन्तं, गुणः इति प्रथमान्तं, द्विपदमिदं सूत्रम् इति अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायां संहिता अधिकारे संहितायां संहिता अधिकारे आत् आत् मीन्स् अवर्णात् अत्र पञ्चमी पञ्चमी विभक्तिः इति चेत् परकार्यम् अस्ति अवर्णात् परे अचि अचि परे अचि अच् प्रत्याहारे सर्वे सर्वा स्वराः सन्ति स्वराः निमित्तम् अस्ति अचि परे वेन् फालोड् अचि परे पूर्वपरयोः पूर्वपरवर्णयोः स्थाने एकः गुणः गुणः एकादेशः गुणवर्णः एकादेशः भवति. गुणवर्णः इति चेत् ह्रस्वकारः एकारः ओकारः अदे गुणः इति. समीचीनम्. तत्र वृद्धिरेचि इत्यस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव पठतु भगिनि. आम्, वृद्धिरेचि अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसञ्ज्ञकः एकादेशः स्यात्. सो अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायां संहितायां संहिता अधिकारे आत् इति पञ्चम्यन्तम् अवर्णात् इति अवर्णात् परे अवर्णात् अनन्तरम् एचि परे पूर्वपरे पूर्ववर्णः परवर्णयोः स्थाने एकः वृद्धिः वृद्धिसञ्ज्ञकः वर्णः आदेशः भवति. वृद्धिसञ्ज्ञकवर्णानि आदेच् आत् ऐ औ त्रीणि वर्णानि वृद्धिसञ्ज्ञकान् वर्णानि इति चेत् वृद्धिः आदेशः भवति वृद्धिसञ्ज्ञकः आदेशः भवति इति सूत्रं वदति. अतः अस्माकं प्रसङ्गः इदानीम् अत्र योगः एव इति अस्ति. तत्र आद्गुणः इत्यस्य अपि प्रसक्तिः अस्ति, वृद्धिरेचि इत्यस्यापि प्रसक्तिः अस्ति. अतः एकत्र प्राप्तिः इति वयं दृष्टवन्तः. एकत्र प्राप्तिः तु अस्ति, परन्तु इदानीम् अस्माकं प्रश्नः दलद्वयं किल, एकत्र प्राप्तिः अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा इति चिन्तनीयम्. अस्तु, तत्र भवत्याः चिन्तनं किम् इति प्रथमं वदतु भगिनि, अनन्तरं वयम् उत्तरं पठामः. आं भगिनि, अत्र अत्र योगः एव इति उदाहरणे अत्र अवर्णात् अङ्गात् अन्त ए इति एचि प्रत्याहारः अच् अच् प्रत्याहारे अस्ति अच् प्रत्याहारे अपि अस्ति अस्ति एच् प्रत्याहारे अपि अस्ति इति चेत् अचि प्रत्याहारः क्षेत्रस्य बहुः अस्ति. बट् एच् प्रत्याहारः अचि प्रत्याहारे अन्तर्भूताः अस्ति इति चेत् वृद्धिरेचि इति सूत्रस्य अन्यत्र अवकाशः नास्ति, केवलम् अचि क्षेत्रे परे अवकाशः अस्ति. वृद्धिरेचि अन्तर्भूताः वृद्धि एचि इति अचि प्रत्याहारे अन्तर्भूताः अस्ति चेत् कुत्र अन्यत्र अवकाशः नास्ति. समीचीनम्, बहु लघु अस्ति, लघुक्षेत्रं लघुक्षेत्रम् आम् समीचीनं, तदेव. अतः कस्य अवकाशः इदानीं भवति? अवकाशः न लब्धावकाशः अन्यत्र नास्ति, परन्तु एकस्मिन् स्थले द्वयोः सूत्रयोः प्रसक्तिः सः इति चेत् तुल्यबलविरोधः प्रसक्तिः नास्ति. किन्तु महाभाष्यवाक्ये द्वयोः नियमः सन्ति, लब्धावकाश अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अपि च एकस्मिन् स्थले सूत्रस्य द्वयोः सूत्रयोः प्रसक्तिः स्तः. अस्तु, इन् दट् केस् इदानीम् इन् दट् केस् अत्र योगः एव इति स्थित्यां कस्य कार्यं भवति, आद्गुणः इत्यस्य वा वृद्धिरेचि इत्यस्य वा? इत्र वृद्धिरेचि इति, किन्तु अपवादसूत्रम् अपवादबलेन अपवादबलेन अपवादबलेन कार्यं भवति. उत्तमम् उत्तमं, तदेव चिन्तनं, तदेव अग्रिमपरिच्छेदे दत्तमस्ति. यदा वयम् आत् गुणः इति स्वीकुर्मः चेत् तत्र अचि परे सर्वे स्वराः, एचि परे यदा भवती उक्तवती सब्सेट् अचि इति बृहत् क्षेत्रम्, एचि तस्य अन्तर्भूतवर्णः अस्ति. सर्वत्र अचि परे एव आत् गुणः आगत्य कार्यं करोति चेत् वृद्धिरेचि इति सूत्रं सूत्रस्य किमपि आवश्यकता एव नास्ति, नास्ति किल, तादृशं निरवकाशं भवति, तादृशं मा भूत् किल. ततः वृद्धिरेचि इति अपवादबलेन तस्य कार्यं भवति. आत् गुणः इति सर्वसामान्यसूत्रमस्ति, वृद्धिरेचि इति अपवादसूत्रं. समीचीनं भगिनि, अग्रिमपरिच्छेदे परिच्छेदं पठतु, तदेव अस्ति अस्मिन् परिच्छेदे. आं भगिनि, इदानीम् अस्माकम् उदाहरणम् अत्र योगः एव. पूर्वम् अकारः अस्ति, पश्चात् एकारः, एकारः अचि अपि अस्ति, एचि अपि अस्ति, अतः द्वयोः सूत्रयोः प्रसक्तिः एकत्र प्राप्तिः अस्ति इति वयं दृष्टवः. अत्र योगः एव इति पूर्वं पूर्ववर्णः अकारः अस्ति, पश्चात् एकारः अस्ति चेत् एकारः अचि प्रत्याहारे अपि अस्ति, एचि प्रत्याहारे अपि अस्ति, अतः द्वयोः सूत्रयोः प्रसक्तिः एकत्र प्राप्तिः अस्ति. अत्र किं भवति, गुणसन्धिः वा वृद्धिसन्धिः वा इति चिन्तयामः. अधुना द्रष्टव्यं यत् तुल्यबलविरोधः अस्ति न वा. अधुना द्रष्टव्यं तुल्यबलविरोधः अस्ति न वा नास्ति इति द्रष्टव्यं. तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः भवेत् इति, तुल्यबलविरोधार्थम् अन्यत्र लब्धावकाशः भवेत् द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः भवेत्. अत्र योगः एव इति अस्यां दशायाम् आद्गुणः कार्यं करोति चेत् वृद्धिरेचि इति अस्य अन्यत्र अवकाशः भविष्यति वा न. वृद्धिरेचि अत्र योगः एव इति अस्यां दशायाम् आद्गुणः कार्यं करोति चेत् वृद्धिरेचि इति सूत्रस्य अवकाशः न भविष्यति. अस्यां दशायां द्वे अपि सूत्रे अन्यत्र अन्यत्रान्यत्र लब्धावकाशे न स्तः, अतः तुल्यबलविरोधः नास्ति. आद्गुणः इति सामान्यं, वृद्धिरेचि इति विशेषः. यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात् कारणात् अत्र लब्धावकाशः सति कार्यं न करोति चेत् अन्यत्र अवकाशः न एव प्राप्स्यते, तत् सूत्रम् अपवादः इति उच्यते. आम् भगिनि, अपवादसूत्रस्य What is the definition? What is the definition? Definition. Sanskrit, what definition? Lakshanam iti vadamaha, lakshanam eva definition. Parantu atra yadavayam mahabhashyavakyam iti tadrisham kimapi etavata vayam na drishtavantaha apavada vishe tad agre agacchati. Idani artharupena dattamasti iti chintayamaha. Arthaha kaha apavadaha ityukte kaha. Kaha, arthaha, okay. अपवादः इति कः यत्र सूत्रस्य कार्यक्षेत्रं लघु अस्ति इति वृद्धिरेचि इति सूत्रेण एचि इति प्रत्याहारस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात् कारणात् तत्र लब्धावकाशः सति कार्यं न करोति चेत् यत्र लब्धावकाशः अस्ति परन्तु कार्यं न करोति चेत् अन्यत्र अवकाशः न एव प्राप्स्यते इति चेत् तत्सूत्रम् अपवादः इति उच्यते वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः अतः आद्गुणः इति सूत्रं बाधितं भवति वृद्धिरेचि इति सूत्रेण वृद्धिरेचि इति सूत्रम् आद्गुणस्य सूत्रस्य अपवादः इति अतः आद्गुणः इति सूत्रं बाधितं भवति वृद्धिरेचि इति सूत्रेण अत्रैव इति रूपं भवति समीचीनं तदेव कार्यं करोति अतः यत्र वयं सूत्रद्वयं यत्र कुत्रापि सूत्रद्वयम् आगच्छति तत्र वयं अस्माकं चिन्तनं तादृशं भवति प्रथमं तुल्यबलविरोधः अस्ति वा इति द्रष्टव्यं तुल्यबलविरोधस्य स्थलद्वयम् एकत्र प्राप्तिः अन्यत्र अन्यत्र लब्धावकाशः इदानीम् एकत्र प्राप्तिः तु अस्ति अस्मिन् प्रसङ्गे एकत्र प्राप्तिः तु अस्ति परन्तु अन्यत्र अन्यत्र लब्धावकाशः नास्ति एक विधिरे सर्वत्र आद्गुणः कार्यं करोति चेत् विधिरेचि निरवकाशः भवति इति कृत्वा तत्र अपवादः अपवादबलेन विधिरेचि एव कार्यं करोति अतः अस्माकं चिन्तनक्रमः सर्वदा स्थलद्वये तुल्यबलविरोधः अस्ति वा इति चिन्तनीयम् अनन्तरमेव कस्य कार्यं भवति इति अपवादबलेन भवति वा विप्रतिषेधः अस्ति यदा वयं दृष्टवन्तः पूर्वसूत्रं वा परसूत्रं वा तादृशचिन्तनक्रमः भवति तद् बहु मुख्यमस्ति निरवकाशत्वम् एव अपवादम् अपवादसूत्रम् निरवकाशः आम् आम् आम् आम् तुल्य एकत्र प्राप्तिः आम् अन्यसूत्रस्य निरवकाशत्वम् अन्यत्र अन्यत्र लब्धावकाशः नास्ति चेत् तत्र अपवादः इति चिन्तनं यत्र यत्र अपवादः भवति तत्र सूत्रसङ्ख्यायाः किमपि प्रयोजनं नास्ति सूत्रसङ्ख्या न द्रष्टव्या सर्वत्र अनन्तरं बहु मुख्यविषयम् एतद् विप्रतिषेधः इति यद् वयं पठामः तद् विधिसूत्रस्य विषये एव संज्ञासूत्रस्य विप्रतिषेधः नास्ति तत्र तुल्यबलविरोधः इति किमपि तादृशचिन्तनं नास्ति विधिसूत्रं यत्र कार्यं भवति अतः एव बहुत्र वयं वारं वारं पश्यामः कार्यं भवति कार्यं भवति कार्यम् इत्युक्ते किं विधि यद् विधिकार्यं भवति तत्र एव अस्माकं चिन्तनं भवति तत्र एव विप्रतिषेधः तुल्यबलविरोधः अन्यत्र अन्यत्र लब्धावकाशः सर्वं विधिसूत्रस्य विषये एव यत्र कार्यं भवति तत्रैव यदा उदाहरणम् अपि वयम् एतावता यत्किमपि उदाहरणं वयं स्वीकृत्य दृष्टवन्तः विधिसूत्राणि एव विधिरेचि वा बहुवचने जल्येत् वा सुपि च वा सर्वे सर्वाणि विधिसूत्राणि तत्र एव अस्माकं एतादृशचिन्तनम् अपि प्रवर्तते अन्य संज्ञासूत्राणि एतादृशचिन्तनमेव न आगच्छति संज्ञासूत्राणि परसूत्रं प्रथमम् आगच्छति पूर्वसूत्रम् आगच्छति यत्किमपि भवतु तत्र तदवगतं किल तद् मुख्यबिन्दुः अस्ति तदपि अस्तु धन्यवादः अरुणा भगिनी आगतवती वा मम इदानीम् इण्टर्नेट् नास्ति अतः अहं न द्रष्टुं शक् शक्नोमि कः के सन्ति इति. अर्णा भगिन्या अस्ति नास्ति वा? अस्तु अस्ति अस्ति वा? अस्तु भगिनी पठति वा अरुणा भगिनी? अस्तु विद्या भगिनी भवती एव पुनः पठतु. आं भगिनि. आद्गुणः इति सूत्रे आद्गुणः इति सूत्रे अचिपरे इत्यस्य अचिपरे इति फलितः अर्थः यतः अकारात् अकारः परतः चेत् कार्यं बाधितम् अकः सवर्णदीर्घः इत्यनेन अकारात् एच् परः चेत् कार्यं बाधितं दृढिरेचि इत्यनेन सूत्रेण च वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा तत् भिन्नः स्थलेषु गुणशास्त्रप्रवृत्तिः कर्तव्या. बहु लघु अस्ति मुद्राणि अतः एव किञ्चित् क्लेशः अस्ति भगिनि. सङ्गणके न पश्यति वा? न सङ्गणकं वा मुद्रितं वा? मुद्रितम् अस्तु. प्रिण्ट् औट् मध्ये पठामि भगिनि. अस्तु. आदिगुणः इति सूत्रे अचिपरे इत्यस्य इति परे तत्र अकारात् अन्यवर्णः इक् वर्णः अस्ति. तत्र अकारात् अकारः परः चेत् कार्यं बाधितं किमर्थं चेत् तत्र अकः सवर्णदीर्घः अकारात् एच् परः आगच्छति अतः तत्र कार्यं बाधितं वृद्धिरेचि इति अनेन सूत्रेण इति सूत्रेण तत्र कार्यं बाधितम् अकारात् अकारः परः आगच्छति चेत् वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा तत्र कुत्र स्थानं बाधितं भविष्यति एतत् सर्वं कल्पयित्वा तत्र तत् भिन्नस्थलेषु अकः सवर्णः कार्यं करोति. अनन्तरं गुणशास्त्रप्रवृत्तिः इत्युक्ते तत्र इति परे आगच्छति चेत् तत्र गुणशास्त्रं गुणशास्त्रम् इत्युक्ते गुणकार्यं भवति. समीचीनं. तत्र यदा वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा इत्युक्ते तस्य व्यवस्थां कृत्वा आयोजनं कृत्वा वृद्धिः वृद्धिरेचि इत्यस्य वृद्धिशास्त्रम् इत्युक्ते वृद्धिरेचि इति अस्माकं सूत्रं सूत्रस्य अवकाशं कल्पयित्वा तद्भिन्नस्थलेषु गुणशास्त्रस्य प्रवृत्तिः करणीया. अतः यदा वयं अत्र योगः एव इति स्वीकुर्मः चेत् तत्र सवर्णदीर्घसन्धिः इत्यस्यापि प्रसक्तिः अस्ति, वृद्धिरेचि इत्यस्यापि प्रसक्तिः अस्ति, आद्गुणः इत्यस्यापि क्षम्यतां कः सवर्णे दीर्घः नास्ति, वृद्धिरेचि इत्यस्यापि प्रसक्तिः अस्ति, आद्गुणः इत्यस्यापि प्रसक्तिः अस्ति. तस्य आयोजनं कृत्वा वृद्धिशास्त्रस्य आयोजनं कृत्वा अवकाशं कल्पयित्वा तद्भिन्नस्थलेषु गुणशास्त्रस्य प्रवृत्तिः कर्तव्या. भिन्नस्थलेषु तु गुणशास्त्रं भवति एव, अत्रापि गुणः एव भवति चेत् सर्वत्र गुणः एव भवति चेत् वृद्धिः कुत्र भवति? अतः तादृश आयोजनं कृत्वा अरेञ्ज्मेण्ट् इति वदामः किल, तत्र तादृशं कृत्वा गुणशास्त्रस्य प्रवृत्तिः कर्तव्या. समीचीनम्. अग्रे पठतु भगिनि. आं भगिनि. तर्हि अत्र तुल्यबलविरोधः नास्ति अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति. अधुना अस्माकं पूर्वतनम् उदाहरणं प्रत्यागच्छामः ऋक्ष योगः यत् अत्र द्वयोः सूत्रयोगो एकत्र प्राप्तिः सुपि च बहुवचने जल्येत् च द्वयोः अपि अन्यत्र लब्ध अवकाशः अतः तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः इत्यस्य समानार्थीशब्दः विप्रतिषेधः. अत्र कस्य सूत्रस्य प्रसक्तिः भवेत् इति निर्णेतुम् एकं सूत्रं साहाय्यं करोति. साहाय्यस्य भावः साहाय्यम् इति करोति. तत्र तुल्यबलविरोधः भवत्या पूर्वम् एव उक्तवती. तत्र तुल्यबलविरोधः इत्युक्ते तलद्वयमस्ति, एकत्र सूत्रस्य प्रसक्तिः अस्ति अन्यत्र नास्ति इति. तत्र वृद्धिरेचिः अपि कार्यं करोति, गुणः अपि प्रसक्तिः अस्ति. परन्तु तत्र तुल्यबलविरोधः किं सूत्रं कार्यं करोति इति निर्णेतुं तत्र आवश्यकम्. अस्माकं पूर्वतनम् उदाहरणं तत्र आगच्छति चेत् वृक्षयोगः व्यस् तत्र द्वयोः मध्ये सूत्रयोः प्रसक्तिः अस्ति सुपि च अनन्तरं बहुवचने जल्येत् इति. द्वयोः अपि अन्यत्र लब्ध अवकाशः अतः तुल्यबलविरोधः अस्ति. तत्र प्रथमसूत्रं सूत्राणि सङ्ख्या द्रष्टव्यम्, अनन्तरमेव तुल्यबलविरोधः कुत्र अस्ति, कुत्र प्रसक्तिः अस्ति इति स्वीकुर्मः. तुल्यबलविरोधः इत्युक्ते विप्रतिषेधः एव. अत्र कस्य सूत्रस्य प्राप्तिः भवेत् इति निर्णेतुम् एकं सूत्रमेव सहायं करोति. एतदपि तत्र पूर्वात्र सिद्धम् इति किं सूत्रं प्रथमम् आगच्छति इति सूत्रसङ्ख्या द्रष्टव्यम्. अनन्तरं तत्र वृद्धिरेचिः वा गुणकार्यं वा अकसवर्णदीर्घः सन्ति वा एतत् सर्वं वित्तदिषेधः इत्यनेन कार्यं कुर्मः. अस्तु भगिनि, समीचीनं. तत्र वयं एतावता त्रीणि उदाहरणानि दृष्टवन्तः. प्रथम उदाहरणे तु तुल्यबलविरोधः एव नास्ति इति दृष्टवन्तः. द्वितीय उदाहरणे वयं दृष्टवन्तः बहुवचने जल्येत् सुपि च इत्यनयोः तुल्यबलविरोधः अस्ति, इत्युक्ते द्वयोः सूत्रयोः एकत्र प्राप्तिः अन्यत्र लब्धावकाशः अस्ति इति दृष्टवन्तः. तृतीय उदाहरणमासीत् अत्र योगः एव, तत्र आत् गुणः वृद्धिरेचि द्वयोः मध्ये अपवादबलेन वृद्धिरेचि इत्यस्य सूत्रस्य प्रसक्तिः द्वयोः मध्ये तुल्यबलविरोधः नास्ति, एकत्र प्राप्तिः अस्ति परन्तु अन्यत्र लब्धावकाशः नास्ति इति कृत्वा तुल्यबलविरोधः नास्ति इति दृष्टवन्तः. इदानीम् अस्माकं यदा द्वितीय उदाहरणं यद् दृष्टवन्तः, तत्र वयं कथं निर्णेतुं शक्नुमः कस्य सूत्रस्य प्रसक्तिः इति पुनः आगच्छति. अपवादबलेन तृतीय उदाहरणे स्वीकृतवन्तः, तृतीय अपवादबलेन वृद्धिरेचि इत्यस्य कार्यम् इति दृष्टवन् इति वयं निर्णयं कृतवन्तः. अतः द्वितीय उदाहरणे यदा वयं पुनः तद् स्वीकुर्मः चेत् तत्र प्रश्नः पुनः उदेति कस्य सूत्रस्य प्रसक्तिः, क्षम्यतां, कस्य सूत्रस्य प्राप्तिः. प्रसक्तिः तु दृष्टवन्तः बहुवचने जल्ये सुपि च. इदानीं निर्णयं कस्य सूत्रस्य प्राप्तिः अत्र इति, तस्मिन् विषये एकं सूत्रम् अस्ति, तद् पठामः. वयं पूर्वमेव जानीमः, बहुत्र बहुषु स्थलेषु दृष्टवन्तः पूर्वं, परन्तु इदानीं पठामः. राजेन्द्रमहोदय पठति वा? आं भगिनि. द्वितीय विप्रतिषेधे परं कार्यं समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत् परसूत्रस्य कार्यं पूर्वं भवति. विप्रतिषेधे सप्तमी अन्तं परं प्रथमान्तं कार्यं प्रथमान्तं त्रिपदं सूत्रं विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः. विप्रतिषेधे परं कार्यम् एकं सूत्रमस्ति तत् सूत्रं वदति समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत् तत् परसूत्रस्य कार्यं पूर्वं भवति. यदि सूत्रद्वयं तत् आगत्य तेषां प्रसक्तिः अस्ति समानकाले समानस्थित्यां तत्र कार्यस्य अवकाशः अस्ति. तत् कथं निर्णयामः? तत्र परसूत्रं पूर्वं कार्यं पूर्वं करोति. यत् यः सूत्रः परसूत्रमस्ति तस्य कार्यं पूर्वं भवति. विप्रतिषेधे परं कार्यं तत् सूत्रं तथा वदति. विप्रतिषेधे सप्तमी अन्तम् अस्ति, परं प्रथमान्तं, कार्यं प्रथमान्तं, त्रिपदं सूत्रं. विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः. यत् ये सूत्रद्वयं तत् आगत्य कार्यं कर्तुम् इत्युक्तः स्तः तेषां समानबलयोः स्तः, अपि च तस्य सूत्रयोः तत्र सङ्घर्षः भवति. यदि यदा ते समानबलयोः स्तः वृक्षयोगभ्यास विप्रतिषेधे परं कार्यं सुपि च सप्तम अध्याये तृतीयपादे द्वि अधिक एकशततमं सूत्रमस्ति. इत्यस्य अपेक्षया बहुवचने जल्येत अत्रापि सप्तम अध्याये तृतीयपादे अस्ति, परन्तु सूत्रसङ्ख्या त्रि अधिक एकशततमं सूत्रमस्ति. तस्य तत्कारात् बहुवचने जल्येत् परसूत्रमस्ति. तदा तत्र विप्रतिषेधे परं कार्यं सूत्रेण निर्दिश्यति, तत् बलवत् अस्ति. एकारादेशः तथा तत्र बहुवचने जले तत् एकारादेशः भवति, यथा सुपि च तत् आकार आदेशः भवति. परन्तु अस्मिन् स्थितियां वृक्षयोगभ्यास तत्र एकार आदेशः भवेत्. तत्र वृक्षयोग ए योगभ्यास वृक्षेभ्यः तत्र निष्पन्नं भवति. समीचीनं, अग्रे अपि पठतु महोदय. अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम् आगत्य सूचयति यत् परसूत्रस्य कार्यं पूर्वं भवति. ध्येयं यत् अस्य सूत्रस्य प्रसक्तिर्नास्ति त्रिपाद्याम्. अग्रे चतुर्थ बिन्दुः अस्ति. इयं सूचना प्राप्यते अध्यायदृष्ट्या, पाददृष्ट्या, सूत्रसङ्ख्यादृष्ट्या एकं सूत्रं परम् अस्ति चेत् तत् सूत्रं परसूत्रम् इति उच्यते. अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः अस्ति तत्र तत् विप्रतिषेधे आगत्य परं कार्यं तत् सूत्रम् आगत्य तत् सूचयति परसूत्रस्य कार्यं पूर्वं भवति. अस्य सूत्रस्य प्रसक्तिः त्रिपाद्यां नास्ति. यदा वयं जानीमः स्पादसप्त अध्यायी अपि च त्रिपादी भागद्वयम् अस्ति अष्टाध्याय्यां. तत्र त्रिपाद्यां तस्य सूत्रस्य प्रसक्तिः नास्ति, कार्यं न करोति. तत्र अध्यायदृष्ट्या, पाददृष्ट्या, सूत्रसङ्ख्यादृष्ट्या एकं सूत्रं परम् अस्ति चेत् तत् सूत्रं परसूत्रम् इति उच्यते. समीचीनं, परसूत्रम् इति उच्यते, तस्य एव कार्यं भवति अत्र. विप्रतिषेधं परं कार्यम् अति विप्रतिषेधे परं कार्यम् इति कारणेन परसूत्रस्य एव बलमधिकं, तस्य एव कार्यं भवति. अस्तु, समीचीनं महोदय, धन्यवादः. विजयभगिनी भवती वदति वा कुत्र सपादसप्ताध्याय्यां त्रिपाद्यां तयोः भेदः कः इति? आं भगिनि, सपादसप्ताध्याय्यां के अध्याये सन्ति सपादश सप्ताध्याय्यां त्रिपादन्त सपादश